अत्र वेदान्त शिबिरं गच्छामि. ततः अहं पूर्वं शिकागो नगरे वसामि, चतुर्विंशत् संवत्सरे. अधुना ईस्टर्न् नगरे. नमस्ते सर्वे जन सर्वेभ्यः. नमस्ते, स्वागतं. कः अस्ति? नमस्कारः महोदय. विजयगुण्ड्राजः. नमस्ते. अरुण ऐपेड्. अस्तु अस्तु, स्वागतम्. अहं सार्धवादन न केवलं शृणोमि महोदय, तदनन्तरं प्रेषय सम्भाषणं करोमि. कति वादनं पर्यन्तं? फार् हाफ् एन् अवर्. अस्तु. सङ्गणकस्य प्राब्लम् अस्ति, ततः यत्र हेल्पिङ्ग् मी. थेङ्क् यू. नमस्ते महोदय, सुमन् अस्मि. नमस्ते. अस्तु, तर्हि अधुना आरभामहे. गतरविवासरे अस्माकं तिङ् प्रत्ययानां सिद्धिः इति विषये अस्माकम् अभ्यासं समाप्तम्. तत्र मीनामहोदयस्य एकः प्रश्नः आसीत् यत् अतो येयः इति सूत्रे अतो येयः अस्ति वस्तुतः अतो या इयः. तत्र यासुट् मध्ये सकारस्य लोपः कथम् अभवत् इति प्रश्नः आसीत्. इति तु अस्माभिः एकमासपूर्वात् एकवर्गे अस्माभिः एकस्मिन् वर्गे अस्माभिः बहु दीर्घरूपेण अस्माभिः चर्चितम् आसीत्. तत्र वस्तुतः अतो यासः इयः एव आसीत्. तत्र विभक्त्याः लोपः भवति, षष्टिविभक्त्याः, अतः केवलं प्रातिपदिकम् एव तिष्ठति. अत्र अतो यास इयः, तदनन्तरं सकारस्य स्थाने ससजुषुरुः इति सूत्रेण ऋत्वं, तदनन्तरं तस्य स्थाने यकारः भवति अतो याय इयः, तदनन्तरं यकारस्य विकल्पेन लोपशाकल्यस्य इति सूत्रेण यकारस्य लोपः भवति अतो या इयः इति भवति. तर्हि मीनामहोदय, तत्र एकवारं ध्वनिमुद्रणं शृणोतु. तत्र प्रायः एकमासपूर्वात् यत् यः वर्गः अभवत् तत्र अस्ति, तत्र विस्तृतरूपेण चर्चा अस्ति अस्मिन्नेव विषये. परन्तु हा, तत्र वस्तुतः अतो यासः इयः एव अस्ति. तत्र अतो या इयः भवति, तदनन्तरम् अतो येयः भवति. अस्तु, अन्य कस्यापि प्रश्नः अस्ति वा तिङ् निर्माणसिद्धिः इति विषये? सर्वे अवगच्छन्ति इदानीं परस्मैपदेषु, आत्मनेपदेषु, अदन्त अङ्गानां कृते सार्वधातुकलकारेषु कार्यं कथं भवति? अस्तु, यदि तादृशस्थितिः अस्ति, यदि तर्हि अग्रे गच्छामः. इदानीम् इदानीम् अस्माकं नूतनविषयः अस्ति. तत्र किम् अस्ति अधुना यत् मया पूर्वम् उक्तं, तिङन्तपदानां निर्माणसमये त्रीणि सोपानानि सन्ति. तत्र प्रथमसोपाने तु एकस्ति अङ्गस्य निर्माणम्. अङ्गस्य निर्माणम् इत्युक्ते धातु विकरणप्रत्ययस्य योजनेन यत् अङ्गं निष्पद्यते तस्य निर्माणं. द्वितीयसोपानम् अस्ति तिङ्प्रत्ययस्य सिद्धिः. तिङ्प्रत्ययस्य लौकिकरूपं कथं निष्पद्यते भिन्नभिन्नलकारेषु. तदनन्तरं तृतीयसोपानम् अस्ति अङ्गस्य तिङ्प्रत्ययस्य मेलनं. अन्तिमसोपानम् अस्ति. तर्हि इदानीम् अस्माभिः तिङ्प्रत्ययस्य सिद्धिः कथं भवति इति अस्माभिः पठितम्. इदानीं वयं किं पठामः? यदि अस्माकं समीपे अङ्गम् अस्ति, विकरणप्रत्ययान्त अङ्गम् अस्ति, तदनन्तरं सिद्धतिङ्प्रत्ययः अस्ति, तयोः योजनं कथं भवति येन येन अन्तिमतिङ्गन्तपदं निष्पद्यते. तर्हि इति इदानीं वयं पठामः. तत्र इदानीं सरला महोदय अस्ति खलु? आं महोदय. हा नमस्ते, कृपया आरम्भं करोतु. अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनं पञ्चमं करपत्रम् अस्ति. महोदय, गतवर्गे अभ्यासकं कृतम्? हा कृतं खलु? कृतं महोदय. गतरविवासरे केवलम् अभ्यासः एव अभवत्. अस्तु, पठतु महोदय. आं महोदय, किन्तु सा प्रायः किं वदति इत्युक्ते, तत्र अधोभागे सर्वाणि सूत्राणि सन्ति खलु, मया तस्य फार्मेट् परिवर्तितं, यत् सूत्रस्य तत्र अभ्यासः अस्ति, प्रत्येकसूत्रं कुत्र कुत्र कार्यं करोति. अहं किम् अकरवं यत् प्रत्येकलकारे प्रत्येक आत्मनेपदी परस्मैपदी कार्यं कथं भवति इति कृतं, परन्तु समानमेव अस्ति. समान. अस्तु, तर्हि सरला महोदय पठतु अग्रे. अस्तु महोदय, नमस्कारः सर्वेभ्यः. अङ्गस्य सिद्ध प्रत्ययानां च संयोजनम्. एतावता सार्वधातुकलकाराणां लट् लो लङ् विधिलिङ् इत्येषाम् अङ्गम् अदन्तं यत्र तत्र अङ्गं निष्पन्नम् अपि च सिद्धतिङ्गप्रत्ययाः प्राप्ताः. अधुना तयोः संयोजनं क्रियते, फलं तिङन्तपदं, लोके विख्यातं क्रियापदम्. एतावता वयं यदा यथा भवान् उक्तवान् प्रथमसोपानम् आसीत् धातुविकरणप्रत्ययोजनं, तस्य अङ्गं प्राप्तं भवति. तदनन्तरं सिद्धप्रत्ययानां कृतवन्तः वयम्. इदानीं सिद्धप्रत्ययं सिद्धतिङ्गप्रत्ययम् अपि अङ्ग तयोः योजनेन किं फलं वयं प्राप्तं, तस्य भवति फलम् आगच्छति तिङन्तपदं वा क्रियापदं यदि वयं सामान्यतया वदामः. अत्र अस्ति दीक्षित पुष्पा महोदया पद्धते वैलक्षण्यम्. अङ्गम् अदन्तं चेत् एकवारं लटि लोटि लङि विधिलिङि च अङ्गस्य सिद्धप्रत्ययानां च संयोजनं परिशील्य अग्रे भ्वादिगणे द्वादिगणे तुदादिगणे चुरादिगणे एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते. भव नृत्य लिख चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्न धातुगणेषु सन्ति परन्तु कार्यपूर्णतया समानम्. अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य द्वादिगणस्य तुदादिगणस्य चुरादिगणस्य च क्रमेण वैशिष्ट्यम् अवलोकयिष्यामः तदा केवलम् अदन्तम् अङ्गं निर्मातव्यम् अस्माभिः. अतः चतुर्णां धातुगणानां सर्वेषां धातूनां लटि लोटि लङि विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते. भवति भवतु अभवत् भवेत् इति यथा तथैव नृत्यति नृत्यतु अनृत्यत् नृत्येत् लिखति लिखतु अलिखत् लिखेत् चोरयति चोरयतु अचोरयत् चोरयेत्. अतः अग्रिमेषु पाठेषु केवलं लट् लकारस्य प्रथमपुरुषे एकवचनानन्तरं रूपं भवति प्रदर्श्यते, तथा अग्रे सर्वबुद्धम् एव. इदानीं दत्तम् अस्ति, वयं दीक्षिता पुष्पा महोदय माता तस्या पद्धति क्रिया प्रक्रिया कथं भवति, तस्याः प्रक्रिया वयं पठामः. वयं पूर्वं जानीमः सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया अस्माकम् अस्ति. सार्वधातुकप्रक्रिया वयं सार्वधातुक लकार स्वीकृतवन्तः कारणं किति अदन्ता अस्ति. अदन्तं यदि अङ्गम् अस्ति तस्य प्रक्रिया भिन्ना अस्ति, यदि अङ्गम् अनदन्तम् अस्ति तस्य प्रक्रिया भिन्ना भवति. सो वयम् अदन्तमङ्गस्य इदानीं पश्यामः. अदन्तमङ्गं लकारे ये लकाराः सन्ति लट् लोट् लङ् विधिलङ् तेषां प्रति वयं पश्यामः. अपि गण विकरणप्रत्ययं स्वीकृत्य यदि अङ्गम् अदन्तं वयं प्राप्नुमः ते गणाः सन्ति भ्वादिगण द्वादिगण सुदादिगण चुरादिगण. सो चतुर्षु चतुर्षु लकारषु चतुर्षु गणेषु अस्माकं पाठम् इदानीं प्रचलन् भवति. इदानीम् उदाहरणम् अस्ति भ्वादिगणे भू धातु तस्य अङ्गमस्ति भव. नृत् द्वादिगणे नृत् तस्य श्यन् प्रत्य विकरणप्रत्यय योजित्वा अङ्गं प्राप्नुमः नृत्य. भ्वादिगणे भू धातु शप् प्रत्य योजित्वा भव अङ्गम् आप्नुमः. लिक् लिक् अस्ति त्रुदादिगणे विकरणप्रत्यय श अस्ति लिख् लिख भवति. चुरादिगणे चुर् धातु अस्ति विकरणप्रत्यय शप् अस्ति किन्तु रिञ्चम् अस्ति स्वार्थे रिञ्चम् रिञ्च् इति योजित्वा चोरय इति अङ्गम् आप्नुमः. इति भिन्नगणेषु भिन्न अङ्गानि प्राप्नुमः. अतः तदनन्तरं यदि भ्वादिगणे द्वादिगणे त्रिदादिगणे चुरादिगणे क्रमशः यदि वयं सिद्धप्रत्ययाः ये अदन्तं सिद्धप्रत्ययाः सन्ति तेषां योजनेन वयं किम् आप्नुमः. यदि लट् लट् लकार स्वीकुर्मः भव अस्माकं अस्ति अङ्गं लट् लकारे भवति लोट् लकारे भवतु लङ् लकारे अभवत् विधिलिङ् भवेत् इति निष्पन्नं भवति. तथैव यदि द्वादिगणे नृत्य इति अङ्गम् अस्ति सिद्ध तिङ्गप्रत्यय प्रथमपुरुष एकवचने योजनेन लटि नृत्यति लोटि नृत्यतु लङि अनृत्यत् विधिलिङ्गे नृत्येत् इति भवति. तथैव लिख् तुदादिगणे लिखति लिखतु अलिखत् लिखेत् क्रमेण लटि लोटि लङि विधिलिङि भवति. तथैव चुरादिगणस्य चोरय अङ्गं स्वीकृत्य चोरयति लटि चोरयतु लोटि अचोरयत् लङि चोरयेत् इति विधिलिङि इति आप्नुमः. ते सर्वे प्रथमपुरुष एकवचनान्तरं रूपाणि सन्ति. तदनन्तरं वय विवक्षानुसारं ये कानि रूपाणि सिद्धप्रत्ययान् सन्ति ते योजित्वा विवक्षानुगुणं क्रियापदम् आप्नुमः. उत्तमं. तर्हि यथा महोदया बहु उत्तमरीत्या कथितं तत्र यदा एकवारम् अदन्तम् अङ्गम् अस्माकं समीपे अस्ति तदनन्तरं केवलं तिङ्प्रत्ययेन योजयित्वा वयं तिङन्तरूपं कर्तुं शक्नुमः. तर्हि वैलक्षण्यं किम् अस्ति यत् द्वादिगणे चुरादिगणे तुदादिगणे दिवादिगणे सर्वत्र अङ्गम् अदन्तम् अस्ति. अङ्गम् इत्युक्ते धातु विकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पद्यते तत् अदन्तम् अस्ति. अतः एकवारं वयं जानीमः अङ्गं किम् अस्ति तर्हि तदनन्तरं केवलं सिद्धतिङ्प्रत्ययेन योजनम् एव करणीयं. सिद्धतिङ्प्रत्ययः कः अस्ति वयं जानीमः. तदनन्तरं योजं कथं करणीयः इति वयम् अस्माभिः वयम् अद्य पठामः. तर्हि तदनन्तरं केवलम् अङ्गस्य ज्ञानम् एव आवश्यकम्. तर्हि अग्रिम अग्रिमेषु पाठेषु भ्वादिगणे रुदादिगणे प्रत्येकगणे वयं केवलम् अङ्गं कथं निष्पद्यते इति वयं पठामः. यदि एकवारम् अङ्गं वयं जानीमः कथं भवति तदनन्तरं योजनस्य क्रिया तिङ्गप्रत्ययस्य निर्माणक्रिया तु अस्माभिः पूर्वमेव पठिता. तर्हि तर्हि तिङ्गप्रत्ययस्य निर्माणेन तदनन्तरम् अधुना योजनेन एव वयं चतुर्षु गणेषु एकरीत्या एव चतुर्षु गणेषु कार्यं ज्ञातुं शक्नुमः. चतुर्षु गणेषु आहत्य 1700 नाम 1700 धातवः सन्ति. तत्तु पञ्चाशीतिप्रतिशतं भवति. अत्र आहत्य 2000 धातवः सन्ति. तयोः 1700 धातवः तु केवलं चतुर्षु गणेषु एव भवन्ति. तर्हि 85% कार्यं तु वयं शीघ्रदृष्ट्या झटिति एव कर्तुं शक्नुमः. तदेव वैलक्षण्यम् अस्ति. अतः अधुना प्रत्ययः कथं निष्पद्यते इति वयं जानीमः. इदानीम् अग्रे यदि अङ्गमेव अङ्गम् अपि अस्माकं समीपे अस्ति, तदनन्तरं योजनं कथं भवति इति पठामः. अस्तु, तर्हि अग्रे वयं योजनस्य क्रियायै यानि यानि सूत्राणि सन्ति तत् पठामः. अग्रे गच्छामः. मीना महोदय अस्ति खलु? मीना महोदय सूत्राणि पठतु. नूतनसूत्राणि अत्र पठतु. सूत्र अङ्गस्य सिद्धस्तिङ् प्रत्ययानां च मेलनार्थम् अपेक्षितानि सूत्राणि इमानि. अतो गुणे अदेङ्गुणः अहं जानामि. अतो दीर्घो यञि वृद्धिरेचि अहं जानामि. लुप् लुङ् लङ् लृङ्क्षु उदात्तः सजुषोरुः करवसारयोः विसर्जनीयः. आत् गुणः आड् अजातीनाम् आटश्च. तर्हि एतानि सर्वाणि सूत्राणि सन्ति. तेषाम् अपेक्षा भवति तत्र तिङ्गप्रत्ययस्य निर्माणसमये. तर्हि कानिचन सूत्राणि तु वयं जानीमः पूर्वम्. इदम् अदेङ्गुणः वयं जानीमः. वृद्धिरेचि वयं जानीमः. आद्गुणः वयं जानीमः. ससजुषोरुः खरवसानयो विसर्जनीयः वयं जानीमः. हा, तर्हि एकनिमेषः. तर्हि तत्र नूतनसूत्राणि तु कानिचन एव सन्ति. अतो गुणे इति अस्ति एकं सूत्रम्. अतो दीर्घोयी अस्ति. लुङ् लुङ् लङ् लृङ्क्षु अट् उदात्तः इति अस्ति. तदनन्तरम् आड् अजादीनाम् इति अस्ति. आटश्च इति अस्ति. तत् सर्वं वयम् अद्य पठामः. अस्तु महोदय, अग्रे पठतु. अङ्गस्य तिङ् प्रत्ययस्य च संयोजनकार्यं कार्यार्थम् अतः यत्र कस्यचित् सूत्रस्य आवश्यकता अस्ति तत्र दक्षिणतः सूत्रं दत्तं. किमपि सूत्रं न लिखितं चेत् केवलं द्वयोः अंशयोः सम्मेलनं भवति. किमपि सूत्रं न लिखितं चेत् केवलं द्वयोः अंशयोः सम्मेलनं भवति. यथा पठ योगः ति पठति. अत्र केवलं अंशयोः संयोजनं, कस्यापि सूत्रस्य आवश्यकता नास्ति. तर्हि बहुत्र तु केवलं अङ्गस्य प्रत्ययस्य योजनसमये केवलं मेलनं करणीयं. तत्र किमपि विशिष्टकार्यं नास्ति. सूत्रं नास्ति. यथा पठ योगति किमपि कार्यं नास्ति. पठति एव करणीयं. तत्र बहुत्र एतादृशी स्थितिः अस्ति. कुत्र सूत्राणि सन्ति तत् वयम् अग्रे पठामः. अस्तु महोदय, इदानीं परस्मैपदे अङ्गतिङ्गप्रत्ययस्य योजनं. परस्मैपदे अङ्गतिङ्गप्रत्ययस्य संयोजनं. परस्मैपदे धातुः पट् अङ्गं पठ. लट् लकारः लटि सिद्धस्तिङ्प्रत्ययः. तीतः अन्ति सीतः त मीवः मह. कार्यं पठ योगः ति पठति. कार्यं तत्र कार्यं नास्ति. पठ योगः तः पठतः. पठ योगः अन्ति पठन्ति. अतो गुणे गुणः आ पठन्ति पठयोगहसि पठसि पठयोगः पठतः पठयोगः पठतः पठयोगहमि पठामि अतो दीर्घो यङि यङ् आदि सार्वधातुकः प्रत्ययः परः चेत् अदन्ताङ्गस्य अन्तिमस्वरः दीर्घः भवति पटयोगः वा पटावः अतो दीर्घो यङि पटावः वा पटामः अतो दीर्घो यङि समानसूत्रमेव तर्हि अत्र पठत् पश्यतु तत्र बहुत्र केवलं मेलनम् अस्ति पठति केवलं मेलनं पठतः केवलं मेलनं पठसि केवलं मेलनं पठतः पठतः पठत केवलं मेलनं परन्तु पठयोगः अन्ति अत्र अकः सवर्णदीर्घ इति सूत्रेण पठान्ति न भवति परन्तु अतो गुणे इति सूत्रेण पठन्ति भवति तदनन्तरं पठयोगमि तत्र पठमि पठवः पठमः इति न भवति परन्तु पठामि पठावः पठामः भवति तत्र अपि नूतनं सूत्रमस्ति अतो दीर्घो यै इति तर्हि इदानीम् अतो दीर्घो यै अतो गुणे इति सूत्रविषये किञ्चित् अग्रे वयं पठामः अस्तु तर्हि अधुना अग्रे सूत्राणि सन्ति सूत्राणि वयं पठामः तत्र धन्यवादः महोदय अग्रे गच्छामः तत्र मदन महोदय अस्ति खलु आम् महोदय हा तत्र अग्रे सूत्राणि सन्ति तत्र प्रथमतः द्वितीयसूत्रं पठतु अतेङ्गुणः अतेङ्गुणः ह्रस्व अकारः एकारः ओकारः येषां वर्णानां गुणसंज्ञा स्यात् अत् एङ् च गुणसंज्ञः स्यात् इति अत् च एङ् च अतेङ् अतेङ् प्रथमान्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् अत् एङ् गुणः किं लिखितम् इत् संज्ञासूत्रमस्ति अत् ह्रस्व अकारः एकारः ओकारः गुण एकारः वर्णानां गुणसंज्ञा इति वदामः अत् तदेव लिखितमस्ति तदनन्तरं इत्युक्ते किम् अकारः ऐकारः एकारः ओकारः तत्तु अत् अकारः अत् अकारः एव कीदृश अकार ह्रस्व अकारः कथं जानीमः ह्रस्व अस्ति अत् इति न विभक्तौ अपरतस्कालस्य इति सूत्रेण परतत्कालस्य इति सूत्रेण तकारस्य यदि तत्र तकार लिखितमस्ति चेत् तस्य अर्थमस्ति यत् काले तत्र वर्णः लिखितमस्ति तस्य कालस्य एव तत्कालम् एव स्वीकरणीयं तर्हि अदेङ्गुणमध्ये अत् एङ् गुणः नाम ह्रस्व अकार एङ् प्रत्याहारवर्णः नाम एकारः ओकारः इति त्रीणि वर्णानि त्रयः वर्णाः गुणवर्णाः सन्ति अदेङ्गुणः संज्ञासूत्रम् अस्ति अस्तु महोदय तर्हि एकवारं वयं जानीमः गुणः इत्युक्ते अकारः ह्रस्व अकारः एकारः ओकारः तदनन्तरं बहुत्र गुणसन्धि भवति यत्र गुण अक्षर आगच्छति तयोः कृते तस्य कृते यानि सूत्राणि सन्ति तत् वयं पठामः अस्तु महोदय तर्हि एकवारम् अतो गुणे पठतु हा महोदय अतो गुणे पदान्तात् अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकम् आदेशः स्यात् गुणः इत्युक्तौ ओ इदं सूत्रं वृद्धिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम् अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम् अस्य पदान्तात् उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङि पररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायां गुणसन्धि कथं भवति इति उक्तम् अत्र अतः अपदान्त अतः यदि पूर्वे पर अकारः अस्ति चेत् परे उकारः ओकारः अस्ति चेत् तत् गुणः भवति गुणः नास्ति महोदय अत्र गुणसन्धि नास्ति तदेव वैशिष्ट्यम् अस्ति तत्र तर्हि किम् अस्ति अस्तु तर्हि सूत्रं किं लिखति अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति किं तर्हि अपदान्तात् अतः अत्र अत्र विभक्ति का अस्ति महोदय अपदान्तात् अतः पञ्चमी अन्तम् पञ्चमी इत्युक्ते किं पञ्चमी परकार्यं पूर्वनिमित्तम् अस्ति तर्हि इदानीं यदि पूर्वस्थाने पूर्व यदि अपदान्त अस्ति नाम पदान्तस्य अन्त न अपदान्तस्य अन्त नाम पदं न भवेत् तस्य अन्ते यदि ह्रस्व अकारः अस्ति अतः तस्य अनन्तरं महोदय किं भवेत् गुणे परे गुणे इत्युक्ते किम् अ ए ओ तर्हि अपदान्तात् ह्रस्व अकारस्य साक्षात् अनन्तरं यदि गुणवर्णः अस्ति अदेङ्गुणः इति सूत्रेण वयं ज्ञातुं शक्नुमः गुणवर्णः इत्युक्ते ह्रस्व अकारः इकारः ओकारः अस्ति चेत् किं भवति महोदय पूर्वपरयोः एकः पररूपं संहितायां तर्हि पूर्वपरयोः नाम पूर्व सदस्य यत् अस्ति परसदस्य यत् अस्ति तयोः स्थाने नाम पूर्वपरयोः अत्र षष्ठी विभक्ति अस्ति अत्र तयोः स्थाने एक अक्षर एव भवति तत् अक्षर अस्ति पररूपं नाम पूर्वपरयोः स्थाने पररूपं पर अक्षरम् एव भवति तर्हि नाम अत्र अपदान्तात् अकारः अस्ति तस्य अनन्तरं यदि गुणवर्णः अस्ति ह्रस्व अकार ए ओ तर्हि उभयोः स्थाने परवर्णः नाम यद् गुणवर्णः अग्रे अस्ति तदेव आगच्छति इति अतोगुणे इति सूत्रेण निर्दिष्टम् अस्ति तर्हि अत्र पश्यतु तर्हि अत्र पठयोगः अन्ति अस्ति खलु पठयोगः अन्ति मध्ये पठ इति अस्ति तत् पदम् अस्ति वा महोदय पदं नास्ति तर्हि अपदम् अस्ति तस्य अन्ते अत् अस्ति ह्रस्व अकारः अस्ति खलु पठ तस्य अनन्तरम् अकारः अस्ति तद् गुणवर्णः अस्ति खलु अतः अकार अकारयोः स्थाने एकः एव पूर्व परवर्णः यत् अस्ति तदेव तिष्ठति परवर्णः अस्ति अकारः अतः पूर्व अकार पूर्व यत् अकारः अस्ति अनन्तरं यत् अकारः अस्ति तयोः स्थाने यत् अनन्तरं यत् अकारः अस्ति तदेव तिष्ठति तर्हि पठ योगः अन्ति तत्र पठन्ति भवति अतः अत्र अतोगुणे कार्यं करोति तत्र तस्य मुख्य अतोगुणे इति सूत्रस्य मुख्यनिमित्तं किं तत् अपदान्तम् भवति परे गुणवर्णः परन्तु अपदम् अस्ति चेदेव अतोगुणे कार्यं करोति अपदं नास्ति चेत् अतोगुणे कार्यं न करोति अत्र पठ पदं नास्ति अतः एव तत् अतोगुणे इति सूत्रेण पठन्ति भवति एतादृशी स्थिति अस्ति तर्हि तदनन्तरम् अत्र लिखितमस्ति इदं सूत्रं वृद्धिरेचि अकः सवर्णदीर्घः इत्यनयोः अपवादसूत्रम् अस्ति तर्हि अपवादसूत्रं कथम् अस्ति इति वयम् अग्रे पठामः तर्हि महोदय एकवारं वृद्धिरेचि पठतु अग्रे वृद्धिरेचि अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एक आदेशः स्यात् वृद्धिप्रथमान्तम् एचि सप्तम्यान्तं द्विपदमिदं सूत्रम् आद्गुणः इत्यस्मात् आद् इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आद् एचि पूर्वपरयोः एकः वृद्धि वृद्धिः संहितायां किं लिखितं वृद्धिरेचि वयं जानीमः वहि अवर्णा वर्णात् परे एच् वर्णः अस्ति चेत् पूर्वपरयोः स्थाने ऐ औ भवति तदेव न तत् सामान्यवृद्धिसन्धि सामान्यवृद्धि तर्हि अत्र किम् अस्ति आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां नाम आत् इत्युक्ते अवर्णः कीदृशमपि अवर्णः ह्रस्वदीर्घ किमपि तस्य साक्षात् अनन्तरं यदि एच् प्रत्याहारवर्णः अस्ति एच् मध्ये किं किम् आगच्छति ए ऐ ओ औ अस्ति चेत् पूर्वपरयोः नाम पूर्व अनन्तरम् उभयोः वर्णयोः स्थाने एकवृद्धिवर्णः आगच्छति तर्हि यदि एकारः अस्ति चेत् तत्र वृद्धिवर्णः अस्ति ऐ ओकारः अस्ति चेत् वृद्धिवर्णः अस्ति औ ऐकारः अस्ति चेत् वृद्धिवर्णः अस्ति ऐकारः औकारः अस्ति चेत् वृद्धिवर्णः अस्ति औ तर्हि तत्र वृद्धिसन्धि भवति तर्हि इति एकं सूत्रं वृद्धिरेचि अस्तु तर्हि धन्यवादः महोदय धन्यवादः अग्रे अग्रे अस्ति सुमन् महोदय अग्रे पठतु अकः सवर्णदीर्घः आं महोदय अकः सवर्णे दीर्घः अक् वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घ संज्ञक एकादेशः स्यात् अक् प्रत्याहारः अ इ उ ऋ ऋ अक् पञ्चम्यन्तं सवर्णे सप्तम्यन्तं दीर्घः प्रथमान्तं त्रिपदमिदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः इकः पूर्वयोः संहितायां इत्यन अनयोः अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् सवर्णदीर्घसन्धिसूत्रं कार्य विधिसूत्रम् अस्ति एतत् सूत्रं वदति यदि अक् वर्णात् परे सवर्ण अक् अस्ति तर्हि द्वयोः स्थाने दीर्घ अक् वर्णः आदेशः भवति इत्युक्ते अस्ति अनन्तरं परवर्ण अस्ति चेत् आदेशः भवति इ नो चेत् इ किमपि काम्बिनेशन् अस्ति चेत् दीर्घः एव आदेशः भवति इति अस्तु तर्हि अकः नाम अक् प्रत्याहारे ये वर्णाः सन्ति अ इ ऊरि लुरि तेषां साक्षात् अनन्तरं यदि सवर्ण अच् वर्णः अस्ति सवर्ण इत्युक्ते अकारस्य सवर्णवर्गः अकार इकारस्य इकार उकारस्य उकार ऋकारस्य ऋकार ऋकारस्य ऋकार अस्ति चेत् पूर्वपरयोः एकदीर्घसंहितायां तर्हि अकारः अस्ति चेत् दीर्घम् अस्ति आ इ उ रु लृ लृ प्रायः तस्य दीर्घ एव नास्ति तत्र कुतापि न तिष्ठति परन्तु लृ अपि तु तत्र लृ अपि नास्ति खलु अस्ति किन्तु लृ तत् दीर्घ नास्ति खलु कुत्रापि नास्ति इति लकारस्य न ह्रस्व अस्ति प्लुत अस्ति दीर्घ नास्ति अस्तु तर्हि अत्र परन्तु मया कुत्रापि न दृष्टं यत् लृ लृ मध्ये सवर्णदीर्घसन्धि भवति अस्तु तर्हि इदानीं तर्हि पश्यतु अधुना इदानीं पठयोगः अन्ति यदि अस्ति तत्र महोदय पठयोगः अन्ति एतादृशी यदि स्थितिः अस्ति तत्र कस्य कस्य सूत्रस्य प्रसक्तिः भवति इति एकवारं वदतु प्रथम तो अकर्ण सवर्णे दीर्घः तस्य प्रसक्तिः भवति अन्ते अकार अस्ति अनन्तरं परे अपि अकार अस्ति अतः इदानीं पठान्ति इति भवितुं शक्नोति अतो गुणे अपि सूत्रस्य अपि प्रसक्तिः अस्ति अपदान्तम् अस्ति अत्र अक सवर्णे दीर्घ कुत्रापि किमपि न लिखितम् अपदान्तं भवतु नो चेत् पदान्त एव भवतु इति किमपि नास्ति किन्तु अतो गुणे अस्ति अपदान्तात् अकारस्य अत्र पठ पदं नास्ति अतः इदानीम् अपदान्त अकार अस्ति अनन्तरं तत्र तस्मात् अपरे अकार अस्ति अकार गुण वर्ण अस्ति अतः अतो गुणे सूत्रस्य प्रसक्तिः अस्ति तर्हि कथं जानीमः यत् अतो गुणे कार्यं करोति वा अथवा अकः सवर्ण दीर्घ तत्र अतो गुणे तु तस्य अहं मम अभिप्रायः अस्ति तत्र तु कार्यक्षेत्रे किञ्चित् न्यूनम् अस्ति तत्र अपदान्त तत् एव कार्यं करोति अत्र अतः तत् अपदान्त अवस्थायां कार्यं न करोति चेत् तत् सूत्रं कुत्रापि न कार्यं कर्तुं शक्नोति निरवकाशः भवति अतः इदानीं सम्यक् तर्हि पठ योगः अन्ति इति स्थाने अकः सवर्णे दीर्घः अपि प्रसक्तिः अस्ति अतो गुणे अपि प्रसक्तिः अस्ति परन्तु पश्यतु अतो गुणे किञ्चित् विशिष्टं सूत्रम् अस्ति यतोहि तस्य प्रसक्तिः केवलम् अपदम् अस्ति चेत् तत्र एव भवति अकः सवर्णे दीर्घे तु कुत्रापि भवितुं शक्नोति किमपि लिखितं नास्ति तर्हि पठयोगः अन्ति मध्ये यदि अ अ यत् अपदन्त अ अस्ति तस्य अनन्तरं यत् अ अस्ति तयोः स्थाने यदि अकः सवर्णे दीर्घे इति एव सूत्रं यदि कार्यं करोति नाम अपदम् अकारः अस्ति चेदपि अकः सवर्णे दीर्घ एव कार्यं करोति तर्हि अतो गुणे इति सूत्रस्य कार्यं कुत्र भवति न भवति तत्र अपदन्तस्य महत्त्वम् एव नास्ति तर्हि तथा न भवेत् इति कारणवशात् अपवादत्वेन अतो गुणे इति सूत्रस्य कार्यं भवति नाम अकारः अकारः अस्ति चेत् यदि अपदान्त अकारः अस्ति तर्हि अतो गुणे कार्यं करोति आहत्य पदान्त अकारः अस्ति चेत् अकसवर्णे दीर्घे कार्यं करोति अथवा आम् एतादृशं कार्यम् अस्ति तर्हि अतो गुणे इति सूत्रम् अकः सवर्णे दीर्घः इति सूत्रस्य अपवादसूत्रम् अस्ति यदि किमस्ति यदि अ अ इति यदि एकत्र आगच्छति अ अ इति अस्तु तर्हि महोदय भवती एव वदतु यदि अतो गुणे तु वदति तत्रापि केवलम् अ अ न अपि तु अ ए अ ओ तत्र अपि तस्य प्रसक्तिः भवति तत्र अन्य कस्य सूत्रस्य प्रसक्तिः भवति हा वृद्धिरेचि इति एतावत् एव भवति वृद्धिरेचि पदान्त अपदान्त स्थित्यां कार्यं कर्तुं शक्नोति पदान्ते अस्ति चेत् अपि कार्यं कर्तुं शक्नोति अतः इदानीम् अतो गुणे सूत्रं किञ्चित् विशिष्टसूत्रम् अस्ति वृद्धिरेचि विस्मृतवती जनरल् सूत्रं किं सामान्यसूत्रम् अस्ति न सामान्य न अन्यापि किमपि पदम् अस्ति सामान्येन फोर् वेर् इट्स् नाट् अ स्पेशल् सूत्रं नास्ति उत्सर्ग उत्सर्ग उत्सर्ग वा उत्सर्गसूत्रम् अस्ति उत्सर्ग अपवाद अस्तु उत्सर्गः भवति यतोहि तत्तु पदान्ते अपि कार्यं कर्तुं शक्नोति अपदान्ते अपि कार्यं कर्तुं शक्नोति अतः इदानीम् अतो गुणे अपवादसूत्रं भवति तर्हि तत् यथा महोदय उक्तं यदि अपदान्त अकारः तदनन्तरम् एकारः अस्ति अथवा अपदान्त अकारः अस्ति तदनन्तरम् ओकारः अस्ति तत्र विधिरेचि अपि सूत्रं कार्यं कर्तुं शक्नोति. यदि वृद्धिसूत्रं कार्यं करोति चेत् वृद्धि अक्षरः आगच्छति. परन्तु अतो गुणे वदति यत् तत्र अ ए अस्ति चेत् ए भवति, अ ओ अस्ति चेत् ओ भवति. तर्हि कस्य कार्यं भवति इति अस्ति यत् यदि अपदान्त अवस्थायाम् अपि यदि वृद्धिरेचि कार्यं करोति तर्हि अपदान्त इति सूत्रस्य अतो गुणे इति सूत्रस्य कार्यं कुत्रापि न भवति. अतः अतो गुणे इति सूत्रं वृद्धिरेचि इति सूत्रस्य अपि अपवादसूत्रम् अस्ति यदि अग्रे एकारः ओकारः अस्ति. तर्हि उत्सर्गरूपेण वृद्धिरेचि अकः सवर्णे दीर्घकार्यं करोति परन्तु अपदान्त अस्ति चेत् अतो गुणे तस्य सूत्रस्य अपवादरूपेण कार्यं करोति इति चिन्तनीयं सर्वदा. अतः पठयोगः अन्तिमदे पठान्ति न भवति यतोहि तत्र अपदान्तमस्ति, पठन्ति भवति. अस्तु तर्हि पठन्ति अतो गुणे इति नूतनसूत्रम् अस्माभिः अद्य पठितं. कस्यापि प्रश्नः अस्ति वा इदानीं पर्यन्तम्? अस्तु धन्यवादः महोदय. अग्रे गच्छामः. सुमित्रा महोदय अस्ति खलु? अतो दीर्घो यै सूत्रं पठतु. अतो दीर्घो यै अदन्ताङ्गस्य दीर्घत्वं ञयादि सार्वधातुकप्रत्यये परे ञञ् प्रत्याहारः य व र ल ञ म ङ ण न ज भ. अतः षष्ट्यन्तं दीर्घः प्रथमान्तं ञञ् सप्तम्यन्तं त्रिपदमिदं सूत्रम्. तुरुस्तुष्यं यमः सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन विधित्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् विधिस्तदादावल्ग्रहणे वार्तिकम् इत्यनेन ञयि सार्वधातुके इत्युक्तौ ञयादि सार्वधातुके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः ञयि सार्वधातुके. सूत्रं वदति यत् अपदान्त अङ्गस्य दीर्घत्वम् अपदान्त नास्ति महोदय, अदन्त अङ्गस्य दीर्घत्वं प्राप्नोति यदा ययादि सार्वधातुकप्रत्ययः परे भवति चेत्. तर्हि अत्र पश्यतु मम प्रश्नाः सन्ति, भवती वदतु. अतो दीर्घो ययि अतः कस्मिन् विभक्त्याम् अस्ति? अतः षष्ट्यन्तम् अस्ति. अतः तस्य स्थाने किमपि भवति. तर्हि अतः इति पदेन केवलम् अकारस्य ग्रहणं भवति अथवा कस्य ग्रहणं भवति, नाम केवलं साक्षात् अकारः अस्ति चेत् अथवा किम्? भवान् पृच्छति यत् अतः इति किम् इति खलु? न न, अतः तु ह्रस्व अकारः इति अहं जानीमः, परन्तु अतः अङ्गस्य इति लिखितमस्ति खलु. तर्हि अतः अङ्गम् इत्युक्ते केवलं तादृशम् अङ्गं यत् साक्षात् अकारः अस्ति अथवा किम्? अकारान्तस्य अङ्गस्य कथं जानीमः अकारान्त अङ्गम्? अलोन्त्यस्य न एकनिमिषं महोदय. यत्र कुत्रापि लिखितम् अस्ति एन विधि तदन्तस्य, क्षम्यताम्, तर्हि एन विधि तदन्तस्य वदति यत् तादृशम् अङ्गम् अन्ते यत् यत्र अकारः भवति इति अङ्गस्य अकारः नाम. अतः इत्युक्ते अतः अङ्गस्य तस्य अभिप्रायः न केवलं तादृशम् अङ्गं यत् ह्रस्व अकारः अस्ति, परन्तु येन विधिस्तदन्तस्य इति सूत्रेण तादृशम् अङ्गम् अपि यस्य अन्ते ह्रस्व अकारः अस्ति. अतः लिखितमस्ति अतः अङ्गस्य तस्य वस्तुतः तस्य अर्थः अस्ति अदन्तस्य अङ्गस्य अस्तु तर्हि अदन्तस्य अङ्गस्य षष्ठीविभक्ति अस्ति अतः तस्य स्थाने किमपि भवति तस्य स्थाने महोदय किं भवति तस्य स्थाने दीर्घः दीर्घः भवति तर्हि अधुना यथा दीर्घः इति भवति तर्हि कथं जानीमः कस्य दीर्घः भवति सम्पूर्णपदस्य प्रथमवर्णस्य मध्यमवर्णस्य अन्तिमवर्णस्य कथं जानीमः कस्य स्थाने आदेशः भवति दीर्घादेशः भवति अलोन्तस्य वदति यत् अन्तिमवर्णस्य स्थाने एव आदेशः तर्हि दीर्घ आदेशः केवलम् अलोन्त्यस्य इति सूत्रेण केवलम् अन्तिम यत् अक्षरः अस्ति नाम अन्तिम अकारः अस्ति तस्य स्थाने दीर्घः भवति अस्तु तर्हि अदन्त अङ्गस्य अन्तिम ह्रस्व अकारस्य दीर्घत्वं भवति कदा भवति परे यञि यञि प्रत्याहारः अस्ति चेत् इत्युक्ते यवरल ञमङण झभ इत्यादीनि वर्णानि अस्ति चेत् सार्वधातुकप्रत्यये तर्हि यञि सार्वधातुके इत्युक्ते सार्वधातुकप्रत्यये भवेत् यञि प्रत्याहारः भवेत् तर्हि अत्रापि मम प्रश्नः अस्ति महोदय यञि सार्वधातुके इति यत् लिखितमस्ति तत्र तस्य अभिप्रायः कः तत्र केवलं तादृशसार्वधातुकप्रत्ययः यत् साक्षात् य व र ल अस्ति अथवा किम् प्रथमवर्णः यस्य आदौ यस्य आदौ यथा यञि यञि प्रत्याहारस्तरवर्णः अस्ति आदौ तादृशस्य सार्वधातुकप्रत्ययस्य एव नाम यञ् आदि सार्वधातुकप्रत्ययः तर्हि कथं जानीमः यञ् आदि आदि अपि अस्ति केन वार्तिकेण यस्मिन् विधिस्तदादावल्प्रहणे वार्तिकम् तर्हि यथा येन विधिस्तदन्तस्य इति सूत्रेण न केव तादृशम् अङ्गं यस्य अन्ते किमपि विधिः अस्ति अथवा किमपि यस्य अन्ते किमपि वर्णः अस्ति यस्मिन् विधिस्तदादौ अल् ग्रहणे इति सूत्रेण यस्य पञ्चमी यस्य यस्य सप्तमीविभक्तिः अस्ति तस्य न केवलं साक्षात् तादृश प्रत्ययः अथवा तादृशं किमपि परन्तु तस्य आदौ तद्वर्णः अस्ति तस्य अपि ग्रहणं करणीयम् इति अस्ति तर्हि येन विधिस्तदन्तस्य सूत्रमस्ति समानं सूत्रमस्ति यस्मिन् विधिस्तदादौ तदादौ अल् ग्रहणे इति तर्हि यञि सार्वधातुके इत्युक्ते यञि आदि सार्वधातुके अतः अङ्गस्य इत्युक्ते अतः अदन्तस्य अङ्गस्य तर्हि आहत्य अदन्तम् अङ्गम् अस्ति चेत् तस्य अनन्तरं यञि आदि सार्वधातुकप्रत्ययः अस्ति चेत् अदन्तस्य अङ्गस्य अन्तिम ह्रस्व अकारस्य स्थाने दीर्घत्वं भवति तर्हि महोदय इदानीं वदतु पठयोगः मी मध्ये सूत्रस्य कार्यं कथं भवति पट वस्तुतः पट शप् तादृशं वक्तव्यं वा अतः नो चेत् पठ तस्य अन्तिमवर्णस्य दीर्घादेशः भवति सूत्रम् अस्ति अतो दीर्घायै इत्यनेन दीर्घो यञि इत्यनेन अत्र परवर्णः अस्ति पुनः एकवारं किम् इति वक्तव्यं पट्योगः मम प्रश्नः अस्ति पठयोगः मी मध्ये अतो दीर्घो यञि इति सूत्रं कथं कार्यं करोति निमित्तानि कानि सन्ति मकारः अस्ति इत्युक्ते मिप् इति सार्वधातुकप्रत्ययः प्रथमं आसीत् तत्र मकार यै प्रत्याहारे अस्ति वा आम् अस्ति अस्तु अतः सार्वधातुकप्रत्ययस्य मकारादि यञि सार्वधातुको यञि अस्ति मकारः अतः पूर्व यः वर्णः अस्ति अकारः तस्य दीर्घत्वं भवति अदन्त अङ्गस्य दीर्घत्वं प्राप्नोति अतः एव निष्पन्नं रूपं तु पठामि इति न तु पठामि सम्यक् तर्हि पठ अदन्तम् अङ्गम् अस्ति तस्य अनन्तरं ययादि सार्वधातुकप्रत्ययः अस्ति अत्र मी वः मः सर्व सार्वधातुकप्रत्ययाः सन्ति खलु अतः पठ तत्र यत् अकारः अन्ते अस्ति तस्य दीर्घत्वं भवति पठामि पठामः सर्वान् अपि तादृशमेव भवति तर्हि पठामि पठावः पठामः यतोहि वकारः मकारः उभौ अपि ययादि यै प्रत्याहारे आगच्छति अस्तु तर्हि अग्रे तथा इदानीं लट् लकारे कार्यं कथं भवति इति अस्माभिः दृष्टं बहुत्र केवलं मेलनम् अस्ति एकस्थाने अतो गुणे त्रिषु स्थानेषु अतो दीर्घुयै प्रश्नः अस्ति वा कस्यापि अस्तु तर्हि इदानीं लोट् लकारः कुर्मः अत्रापि नूतनं सूत्रम् अधुना नास्ति इदानीम् अत्र यै प्रत्याहारे अस्ति खलु तत्र तु झ भ सर्वे सन्ति इदानीं तत्र सुबन्तं प्रत्ययस्य कार्यमपि भवति वा किन्तु अत्र साक्षात् अस्ति सार्वधातुकप्रत्यये एव अतः भ झ न झ प्रायः सम्यक् किन्तु भ किमर्थं झ भ किमर्थं प्रायः तादृशं सार्वधातुकप्रत्यये कुत्रापि भवे अहं न जानामि परन्तु भवितुं शक्नोति अत्र झकारादि भकारादि भवति वा कोऽपि कृत् प्रत्यय कृत् न तिङ् प्रत्ययेषु तु नास्ति कोऽपि षित् प्रत्ययः अस्ति वा सार्वतुङ्गत्र भकारादि अस्ति झकारादि अस्ति प्रायः अस्ति नो चेत् किमर्थं लिखितमस्ति खलु मम मस्तिष्के तु न आगच्छति झकारादि भकारादि सार्वधातुकप्रत्ययः किन्तु अतो गुणे तु कुत्रापि कार्यं कर्तुं शक्नोति अपि कर्तुं शक्नोति अत्र केवलं तिङ् तिङ् अथवा षित् सार्वधातुक अस्ति खलु अत्र अस्ति आम् सुबन्तेषु अपि कार्यं करोति यत्र प्रत्ययषित् अस्ति चेत् ओ षित् अस्ति चेत् किन्तु तत्र तु षित् किमपि नास्ति खलु सुबन्ते महोदय शत्रन्त्यप्रक्रिया तत्र आगच्छति अतो गुणे न अतो गुणे न अतो दीर्घुयै अतो दीर्घुयै शत्रन्तप्रत्यये कथम् आगच्छति अत्र यै प्रत्याहार कुत्र अस्ति आदौ सुबन्तप्रत्यये षित् सार्वधातुकप्रत्ययः अस्ति वा कुत्रापि तर्हि तदेव प्रश्नः अस्ति तत्र झकारादि शत्रुशान न सुबन्तभिन्नम् अस्ति प्रातिपदिकं भिन्नम् अस्ति न सार्वधातुक इत्युक्ते तिङ् अथवा षित् तिङ् मध्ये तु प्रायः कुत्रापि नास्ति न कोऽपि षित् प्रत्ययः अस्ति वा यत् यु न तत्र झकारादि भकारादि अस्ति वा तत्र प्रायः भवेत् परन्तु इदानीं तु न स्मरामि तादृशं स्थितिः अस्ति वा कुत्र तु भवेत् नो चेत् तस्य किमर्थं तस्य आवश्यकता नास्ति अतो गुणः अतो गुणे अस्ति खलु तत्र इदानीं तु राम प्रातिपदिकम् अस्ति, तत् तु अकारान्त अस्ति, तत्र षष्टि विभक्ति द्विवचने, सप्तमी विभक्ति द्विवचने ओस् अस्ति खलु, तत्र कार्यं न करोति? तत्र यकारः अपि अस्ति खलु महोदय, तत्र प्रायः भिन्नसूत्रेण किमपि भिन्नकार्यं भवितुं शक्नोति, यकारस्य आगमः प्रायः किम्? इदानीं सुबन्तेषु विषये न गच्छामः, तत्र अन्य बहूनि बहूनि तत्र नूतनसूत्राणि सन्ति ये वयं न जानीमः, तर्हि तत्र एकवारं यदा सुबन्तप्रकरणम् आगच्छति तत्र वयं पश्यामः तत्र यकारः कथम् आगच्छति, तत्र रामयोः अस्ति खलु, यकारः कुत्र तु आगच्छति, अतः तत्तु अग्रे वयं पश्यामः, परन्तु हा सूत्रस्य प्रसक्तिः तत्र अस्ति, तत्र किमपि तत्र आशंका नास्ति. अस्तु अस्तु, तर्हि इदानीं लोट्लकारः कुर्मः, अत्र अस्ति विजया महोदय अस्ति खलु, विजया महोदय नास्ति, विजी महोदय अहं प्रयत्नं करोमि, अरुणा भगिनी अस्तु भवती करोतु, इदानीं लोट्लकार, लोट्लकारः लोटि सिद्ध तिङ् प्रत्ययः, तु पदपुरुषे अतु तात् ताम् अन्तु, मध्यमपुरुषे शून्यः तात् तं ता, उत्तमपुरुष आनि आव आम. वयं जानीमः एरुः इति सूत्रेण तु प्रत्यय आगच्छति लोट्लकारे, न तत् न वदतु, केवलं कार्यं वदतु अग्रे, कार्यं पठतु पठतु, केवलं वर्णसम्मेलनं, पठ तात् पठ तां पठतां, पठ अन्तु पठन् अन्तु, अत्र अतो गुणे इति सूत्रेण पूर्वपरयोः पूर्वरूप एकादेशः भवति अतो गुणे सूत्रेण, अङ्गम् अकार अङ्ग अकारान्त अङ्गम् अस्ति, प्रत्यय अकारान्तः अस्ति गुणवर्णः, ततः अतो गुणे सूत्रेण पूर्वपरि एकरूपं पठन्तु एव गच्छति. स अत्र सवर्णदि अकसवर्णदीर्घसूत्रे अप न प्रसक्तिः अस्ति, परन्तु न कार्यं करोति, अतो गुणे विशिष्टसूत्रः पदान्त पदान्त अपदान्त अस्ति, अपदान्त अस्ति, ततः अतो गुणे एव कार्यं करोति. तदनन्तरं पटः योगः शून्यः पट एव रूपं, पटयोगः तं पठतं, पटयोगता पठत, पटयोगः आनि पठानि, केवलम् अकसवर्णदीर्घ सूत्रेण दीर्घं भवति, पटयोग आव पठाव, अत्रापि अकः सवर्णदीर्घे दीर्घः इति सूत्रेण दीर्घं भवति, पटयोगः आम पठाम, अकः सवर्णदीर्घसूत्रं कार्यं करोति. तर्हि अत्र पठयोगः आनि मध्ये अतो गुणे न कार्यं करोति वा? पठ अत्र अपदन्त नास्ति, अपदन्त एव अस्ति खलु पठ, किं न करोति, अतो गुणे अपि सूत्रस्य प्रसक्तिः अस्ति वा अत्र पठयोगः आनि मध्ये? किमर्थम्? एकनिमिष अनुरा महोदय, आनि आनि गुणवर्गः नास्ति, सम्यक् तत्र प्रसक्तिः एव नास्ति अतो गुणे, यतोहि आकारः गुणवर्णः नास्ति, तर्हि अकः सवर्णे दीर्घः इति सूत्रेण पठानि पठाव पठ, तर्हि अत्र पुनः बहुत्र केवलं वर्णमेलनम् एकस्थाने अतो गुणे पठन्तु त्रिषु स्थानेषु अकः सवर्णे दीर्घ इति सामान्यसूत्रेण सवर्णदीर्घसन्धि तर्हि पठानि पठाव पठाम कोऽपि क्लेशः नास्ति अस्तु अग्रे गच्छामः इदानीं एकनिमिषः सुमन् महोदय किं तत्र आडागमः न भवति चेत् अपि पठानि एव भवति खलु अत्र अपि कुत्र लोट् लकारे आडागमः उत्तमपुरुषे आडागमः अभवत् नो चेत् सम्यक् भवति परन्तु अत्र आडगम अस्ति आड् उत्तमस्य पिच् इति सूत्रेण आडगमः अस्ति न भवति चेत् तत्र अतो दीर्घः यङि कार्यं न भवति चेत् इति किमपि नास्ति तत्र हैपोथेटिकल् अस्ति आकारः सूत्र प्रत्ययस्य अंशः अस्ति अतः तत्तु करणीयः एव सत्यं किन्तु किमर्थम् एतत्तु सूत्रं कार्यं करोति स्म किमर्थं तत्र आडागम कृतवान् केवलम् आकारस्य कृतं नास्ति तत्र तु पिच् एकं तु पिच् पित्वमपि करणीयं तदपि अस्ति अनन्तरं केवलम् अदन्तमङ्गम् अस्ति चेदपि नास्ति खलु तत्र यत्र अदन्तम् अङ्गम् अस्ति तत्र अपि आकारः आगच्छति अतो दीर्घयैः तत्र कार्यं न करोति खलु तत्र पठमध्ये पठ अत्र अदन्तम् अङ्गम् अस्ति अतः भवती वदति अतो दीर्घयै इति सूत्रेण आकारः भवितुं स्यात् परन्तु यत्र अदन्तम् अङ्गं नास्ति तत्र अपि आकारः करणीयम् अतः आडुत्तमस्य पिच् इति सूत्रेण आकारः तत्र तस्य तत्र महत्त्वम् अस्ति खलु अपि च पिच् तु मिप् एव मिप् स्थाने एव कार्यं करोति नो चेत् बस् मस्तु पित् एव न तदेव अस्ति खलु मिप् तु अस्ति एव पित् परन्तु आडुत्तमस्य पिच् इति सूत्रेण वस्मस् अपि पित्वं भवति आमां क्षम्यताम् ऐ वाज़ थिंकिंग ऑफ अपित् अस्तु मिप् अस्ति किन्तु वस्म स्थाने कार्यं करोति अस्तु तर्हि अग्रे गच्छामः लङ् लकारः अग्रे को अस्ति विजया महोदय इदानीं पठतु आं जी पठामि लङ् लकार लङ् लङ् सिद्ध तिङ् प्रत्ययाः अपठत् तक त ताम् अन् इस् तं त अम् व मा तत्र आयोगः पट इत्युक्ते अपट इति अङ्गं लुङ् लङ् ऋङ् श्व उदात्तः इति सूत्रेण तत्र लङ् रूपं निष्पन्नं तर्हि तत्र एकनिमिष लुङ् लङ् ऋङ् षु अट् उदात्तः इति सूत्रेण नूतनसूत्रम् अस्ति वयं सर्वे जानीमः खलु यत् लङ् लकारः अस्ति चेत् प्रथमतया अकारः आगच्छति तर्हि केन सूत्रेण अकारः आगच्छति आरम्भे तत्र अस्ति लुड् लुड् लड् लृङ्क्षु अट् उदात्तः इति सूत्रम् अस्ति तर्हि महोदय एकवारं तत् सूत्रं पठतु अग्रे अस्ति अग्रे अधोभागे अस्ति यत्र कार्यं समापयति तत्र साक्षात् अनन्तरम् अस्ति लङ् लङ् लुङ् लङ् ऋङ् श्व उदात्तः लुङ् लङ् श्व उदात्तः न लुङ् लङ् ऋङ् ष्वडुदात्तः डकारः अपि अस्ति तत्र पठतु ष्वड् उदात्तः लुङ् लङ् ऋङ् च परं चेत् धातुरूपी अङ्गस्य अट् आगमः भवति स च अडागमः उदात्त संज्ञकः आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति लुङ् च लङ् च ऋङ् च लृङ् च तेषाम् इतरेतरद्वन्द्वः लुङ् लङ् लृङ्ः तेषु लुङ् लङ् लृक्षु लुङ् लङ् लृक्षु सप्तम्यन्तम् अट् प्रथमान्तम् उदातः प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अट् उदातः लुङ् लङ् लृङ्क्षु इति सप्तमी बहुवचने अस्ति. विवरणं दातव्यं तत्र लुङ् लङ् लृञ्च परं चेत् धातुरूपे अङ्गस्य अट् आगमः भवति. एतत् लकारेषु पुरतः टकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण लोपः भवति. आ एव तिष्ठति. अतः लुङ् लङ् लृङ् इति विषये इति लकारेषु पुरतः आ इति वर्णः पुरतः आगच्छति. स च अडागमः उदात्त संज्ञकः. अडागमः अपि उदात्तः स्वरितः इति पूर्वं दृष्टवन्तः. तस्य संज्ञकः अपि तत्र अडागमः भवति. आद्यन्तौ टकितौ इति सूत्रेण टकारस्य इत् संज्ञकः भवति. इत्यनेन अङ्गात् प्राक् एव एतत् सर्वम् आगच्छति. लुङ् च लङ् च लृङ् एतत् तेषाम् इतरेतरद्वन्द्वः अस्ति. लुङ् लङ् लृङ्गः तेषु लुङ् लङ् लङ्क्षु इति सप्तमी बहुवचनरूपेण आगच्छति. लुङ् लङ् लृङ्क्षु सप्तम्यन्तम् अट् प्रथमान्तरूपम् उदातः इति तत्रापि प्रथमान्तरूपम् अस्ति. तत्र त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः एव एतत् सर्वम् आगच्छति. अङ्गविषये अनुवृत्तिसहितसूत्रं तत्र अङ्गस्य अट् उदातः लुङ् लङ् लृङ्क्षु अट् एव उदातः भवति अत्र संज्ञकः. तत्र अडागमः धातुरूपस्य अङ्गं भवति अत्र. सम्यक्. तर्हि इति सूत्रेण लुङ् लकार लङ् लकार लृङ् लकारः अस्ति चेत् अङ्गस्य आदौ प्रथमतया अकारः अट् इत्युक्ते अकारः आगच्छति. तत्र टकारस्य किं महत्वमस्ति? आद्यन्तौ टकितौ इति सूत्रेण टकारेण अङ्गस्य आदौ इति आगच्छति. अङ्गात् प्राक् इति आगच्छति. अतः तत्र टकारस्य महत्वं तर्हि अट् अस्तु. तर्हि सर्वत्र लङ् लकारः अस्ति चेत् लुङ् लङ् लृङ्क्षु अड् उदात्तः इति सूत्रेण अकारः प्रथमतया पूर्वम् आगच्छति. तर्हि पठ अस्ति चेत् अपठ इति अङ्गम् अस्तु. इदानीम् अपठ इति अङ्गम् अस्ति. अग्रे महोदय कार्यं करोतु, तत्र उपरि गच्छतु, तत्र कार्यमस्ति. प्रष्टुं शक्नोमि? आम् पठतु, गच्छतु. अस्तु, प्रश्नद्वयम् अस्ति. प्रथमं तु बहुवचनं किमर्थं ककारः आगच्छति? ऋंषु किमर्थं नास्ति? प्रश्नद्वयम् अस्ति. उदात्तः तस्य महत्त्वं किमपि सूचयति किम्? तर्हि लृङ्क्षु मध्ये तत्र क्ष यत् अस्ति तत् सन्धिकार्यम् अस्ति. तत्र लृङ् ग ङ अस्ति, तदनन्तरं सु अस्ति खलु, सुप्रत्यय सप्तमी बहुवचनं. तत्र यत्र हल् सन्धिकार्यं भवति, यत्र कवर्गः सकारः तत्र एकम् आगच्छति, तत्र सकारस्य स्थाने श भवति. तदनन्तरं श श तत्र मूर्धन्यशकार शकार श अस्ति खलु. तत्र तदनन्तरं ग तत्र क्ष आगच्छति. तत्र ककारशकारस्य मेलनेन क्षु भवति, तत्र खर् सन्धि भवति. तत्र हल् सन्धिविषये अस्ति तत्सर्वम्. अतः तत्र कवर्गवर्णीय तदनन्तरं तस्य अग्रे स अस्ति, तत्र षकारः भवति, षकारः भवति तदनन्तरं तस्य सन्धि कृत्वा क्षु भवति। किमर्थम् अहं न अवगच्छामि, ककार कवर्गीयस्य अनन्तरं सकार अस्ति चेत् किमर्थं परिवर्तनं भवति? तत्र सूत्रमस्ति खलु, सूत्रमस्ति, एकनिमेषः। सन्धिकः कः सन्धि? सन्धे नाम नास्ति, परन्तु तत्र हल् सन्धि अस्ति। हल् सन्धि इत्युक्ते द्वयोः हल् वर्णः अस्ति चेत् तयोः मध्ये हल् सन्धि भवति। तर्हि कवर्गः अस्ति, सकारः अस्ति चेत् सकारः स्थाने षत्वं भवति। इण्कोः अत्र अहं सूत्रं विस्मरामि तत्र, परन्तु तत्र बहुत्र बहुत्र भवति खलु, सकारः स्थाने षकारः भवति, अत्र सन्धि भवति, सन्धि न न न श्रुत्वं नास्ति, अत्र सकारस्य स्थाने षकारः भवति। अहं सूत्रम् इदानीं विस्मरामि, श अस्ति खलु, क योगः मूर्धन्यषकारः, सकारः अस्ति वस्तुतः खलु, सु सकारस्य स्थाने षकारः भवति यदि कवर्ग अस्ति चेत्। अस्तु, तर्हि तत्र सकारस्य स्थाने षकारः भवति। तदनन्तरं इण्कोः इति सूत्रम् अस्ति, सम्पूर्णसूत्रं नास्ति, परन्तु अस्तु पश्यामि। पदान्तस्य मूर्धन्यः, आम् तदेव अस्ति, अहं सूत्रं पृच्छामि, प्रेषयामि। अस्तु, धन्यवादः। इदानीम् उदात्तः अपि अस्ति खलु, तस्य महत्वं किमपि अस्ति वा? तदपि अस्माभिः दृष्टं खलु, उदात्त इति एक उच्चारणे तस्य महत्वम् अस्ति, अन्य किमपि इदानीं पर्यन्तं तु मया न पठितं तत्र किं महत्वम् अस्ति, तत्र अपि अस्तु खलु, तत्र आडुत्तमस्य पिच्छन, तत्र अस्माभिः सूत्रं पठितं खलु, पूर्वमपि अस्माभिः सूत्रं पठितं, तत्र उदात्तं भवति, तत्र किं भवति, तत्र उच्चारणं तु अस्ति, परन्तु अत्र उदात्त अनुदात्त इति तस्य ज्ञानम् इदानीं बहुत्र लुप्तं भवति, तत्र अतः तस्य उच्चारणम् अस्ति, परन्तु अन्य किमपि अस्ति चेत् न वा इति तु न, तत्र क्लेशः अस्ति जनानामपि, परन्तु मया तु कुत्रापि तत्र न पठितं यत् तत्र कत्र महत्वम् आगच्छति, तत्रापि उदात्तम् अस्ति, परन्तु तत्र तस्य महत्वं किम् इति उच्चारणे तु अस्ति, परन्तु अधुना उच्चारणमपि तादृशं कोऽपि न करोति, स्वरित उदात्त अनुदात्त, अतः प्रायः तस्य महत्वं लुप्तमेव भवति। वेदेषु तु अस्ति, मन्त्राणि यदि परायणं भवति तत्र तस्य महत्वम् आगच्छति, परन्तु तत्रापि बहुत्र उदात्त अनुदात्त तत्र लौकिकव्याकरणे तु तत्र तस्य महत्वं लुप्तम् अस्ति। अस्तु, धन्यवादः, पठामि वा जि? आम् पठतु अग्रे। तत्र कार्यम् अपट योगः तप योगः त इत्युक्ते अत्र अपटत् इति लङ् लङ् प्रथमपुरुषे एकवचनं निष्पन्नम्, अनन्तरम् अपट योगः ताम् अपटताम् अपट योगः अन् अपटन् अपट योगः एकनिमिषम् अपठन् योगः अन् मध्ये किं सूत्रं कार्यं करोति? न न अपठ अपठ योगः अन् मध्ये सन्धिसूत्रं किम्? अकारः अकारः योगः सवर्णदीर्घे सन्धि इति आगन्तुं शक्नोति, परन्तु तत्र अपट इति अपदमद् अतः तत्र अतो गुणे इति सूत्रं कार्यं करोति। तर्हि अतो गुणे इति सूत्रेण अपठन् भवति। अस्तु अग्रे अपट योगः स अपटः सस जुषो रुः इत्यनेन सकारस्य स्थाने रुः आदेशः भवति सर अवसाने विसर्जनीयसि इति अनेन रुः स्थाने विसर्गः विसर्ग विसर्जनीयस्य सः इति सूत्रं तत्र विसर्गः एव तत्र भवति अपटः इति अनन्तरम् अपट योगः तम् अपटतम् अपटयोगः त अपटत एतत् सर्वं मध्यं पुरुष एकवचनं द्विवचनं बहुवचनम् इति रूपेण आगच्छति अनन्तरम् अपट योगः अम् अपटम् इति उत्तमपुरुषे एकवचनम् अपटयोगः व सूत्रं किं सूत्रमपि वदतु अपटयोगः अतोगुणे अतोगुणे अत्र अपि तत्र अपट इति एक अन्तिम वर्णः अकारः अनन्तरम् अम् अपि अस्ति तत्रापि अकारः अस्ति परन्तु पूर्वस्य स्थाने पूर्वपरयोः एकः एव आदेशः भवति अपटम् इति अतोगुणे पूर्वपरयोः स्थाने एकमेव पररूपं भवति एक एव पररूपं भवति अनन्तरम् अपटयोगः व तत्र दीर्घः भवति अतो दीर्घो यनि इति पूर्व आकारः दीर्घः भवति तत्र अनन्तरम् अपटयोगः म अपटाव अपटाम इति तत्रापि अतो दीर्घो यनि इति तत्र पूर्व आकारः दीर्घः भवति तावदेव तत्र तर्हि अत्रापि अतोगुणे इति अस्ति तत्र अतः अपठन् भवति अपठं भवति अपठयोग व तत्र अतो दीर्घो यञ् इति सूत्रेण अपठाव अपठाव इति भवति तर्हि अत्रापि नूतनकार्यं किमपि नास्ति तर्हि अस्तु तर्हि एकम् अत्र लिखितमस्ति वा कुत्र अहं न अस्तु अस्तु किमपि नास्ति अस्तु तर्हि इति अस्ति लङ्लकारे तत्र लङ्लकारे अपि केवलं एकमेव नूतनं सूत्रं लुङ् लङ् लृङ् षु अड् उदात्तः इति अस्तु तदनन्तरम् अग्रे गच्छामः विधिलिङ्लकारः अस्ति प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तम् अस्तु नास्ति चेत् अग्रे गच्छामः इदानीम् अग्रे कः अस्ति विजयमहोदय अस्ति खलु विधिलिङ् विधिलिङ्लकारः विधिलिङ्गि सिद्धतिङ् प्रत्ययः इत् इतां युः इह इतम् इत इयम् इव इम आद्गुणक विधिलिङ्गि सर्वत्र प्रसक्तिः अस्तु तर्हि प्रथमम् आद्गुणः पठतु आद्गुणक सूत्रं वदति अवर्णात् अचि परे पूर्वपरयोगो स्थाने गुणसंज्ञकः एकादेशः स्यात् अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात् अकारः चेत् कार्यं बाधितम् अकः सवर्णे दीर्घः इत्यनेन अकारात् एच् चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च आप् पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदम् इदं सूत्रम् इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायां इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम् आप् अचि पूर्वपरयोः एकः गुणः संहितायाम् आत् गुणः अवर्णात् पूर्ववर्णम् अस्ति परवर्णम् अचि अस्ति अचि प्रत्याहार स्वरवर्णाः सन्ति चेत् पूर्वपरयोः स्थाने एकः आदेशः स्यात् गुणसंज्ञकः गुण गुणसंज्ञा इति अ ए ओ तस्मिन् एकः गुणवर्णः आदेशः भवति अत्र अचिपरे इत्यस्य अत्र आद्गुणः इति अचिपरे इत्युक्ते सर्वे सरवर्णाः सन्ति किन्तु अचिपरे सवर्णः आगच्छति चेत् सवर्ण अकः सवर्णे दीर्घः इति सूत्रेण अकः दीर्घः भवति अतः ईकि परे इति एव अत्र फलितम् तर्हि आद्गुणः इति सूत्रं तस्तु वदति यत् अवर्णात् अनन्तरं कोऽपि स्वरः अस्ति चेत् गुणः भवति परन्तु वस्तुतः तस्य फलितः अर्थः केवलम् आद् इक् वर्णः नाम इ उरु लृ कथं यतोहि अवर्णस्य अनन्तरम् अवर्णः आगच्छति चेत् अकः सवर्णे दीर्घः इति सूत्रस्य अपवादत्वेन एकनिमिषः अकः सवर्णदीर्घः इति सूत्रं कार्यं कर्तुं शक्नोति किमर्थं महोदय अकः अवर्णात् परं सवर्णः अवर्णः आगच्छति चेत् सवर्णः दीर्घः भवति मम प्रश्नः अस्ति ओ प्लस् ओ इति अस्ति अतः ओ प्लस् ओ इति अस्ति तत्र अकः सवर्णे दीर्घः कार्यं करोति अथवा आद्गुणः कार्यं करोति कथं जानीमः अत्र अकः सवर्ण दीर्घः इति सामान्यसूत्रं किन्तु आद्गुणः इति विशेषसूत्रम् अस्ति अतः आद्गुणः इति अपवादरूपेण आगच्छति आद्गुणः आगच्छति आम् आद्गुणः अकः सवर्णे पुनः शृणोतु ओ प्लस् ओ इति अस्ति ओ प्लस् ओ मध्ये आद्गुणः इति सूत्रं कार्यं कर्तुं शक्नोति अकः सवर्णे दीर्घः अपि कार्यं कर्तुं शक्नोति तर्हि कस्य सूत्रस्य कार्यं भवति इति प्रश्नः अस्ति भवती किं चिन्तयति भवती वदति आद्गुणः कार्यं करोति वा मध्ये सामान्यतया अकः सवर्णदीर्घः न इत्येव कार्यं करोति सामान्यतया आद्गुणः सामान्यतया किमपि न चिन्तयतु मम प्रश्नः अस्ति अ प्लस् अ मध्ये आद्गुणः अपि कार्यं कर्तुम् शक्नोति अकः सवर्णे दीर्घः अपि कार्यं कर्तुं शक्नोति कस्य कार्यं भवति किमर्थम् अकः सवर्णदीर्घः इत्यनेन अकारात् ये चस्य कार्यं आवर्णः पूर्वम् अस्ति अनन्तरम् आवर्णः परम् अस्ति चेत् सवर्णदीर्घः कार्यं करोति किमर्थं गुणः तत्र अस्ति चेत् मम प्रश्नः अस्ति अ प्लस् अ मध्ये आद्गुणः किमर्थं कार्यं न करोति अपवादत्वेन कार्यं करोति महोदय अपवादम् अस्ति वा एकवारं वदतु अकः सवर्णे दीर्घः किमर्थम् आद्गुणस्य अपेक्षया कार्यं करोति भागः कुत्रापि न भवितुं शक्नोति सूत्रं निरवकाशः न भवति खलु इ प्लस् इ मध्ये करोति न भवति किन्तु सूत्रस्य एकं भागं निरवकाशः भवति अथवा अथवा पररूपं परत्वेन अपि वयं कथयितुं शक्नुमः अत्र इत्युक्ते परसूत्रमस्ति निरवकाशं भवति इति चेत् तत्र एकः सम्पूर्णसूत्रनिरवकाशः न भवति अतः एतादृशं यदि वयं चिन्तनीयं कुर्मः यत् सम्पूर्णसूत्रं निरवकाशः न भवति तथापि तत्र परसूत्रम् अस्ति अकः सवर्णे दीर्घः त तस्यापि अन्यत्र लब्धावकाशः अस्ति, आद्गुणः तस्यापि अन्यत्र लब्धावकाशः अस्ति, परन्तु अकः सवर्णे दीर्घः आद्गुणस्य आद्गुणस्य अपेक्षया परसूत्रम् अस्ति, अतः अकः सवर्णे दीर्घः तस्य कार्यं भवति, अतः अ प्लस् अ मध्ये आ एव भवति, अतः अचि मध्ये अकारस्य गणना न करणीयम् आद्गुणस्य कृते। अस्तु, तदनन्तरम् अ प्लस् ए अथवा अ प्लस् ओ अस्ति चेत् किमर्थं किमर्थं वृद्धिरेचि? अत्र तु अपवादम् अस्ति खलु, अत्र तु अपवादत्वेन आगच्छति, यतो अ प्लस् ए मध्ये यदि आद्गुणः एव कार्यं करोति अथवा अ प्लस् ओ मध्ये यदि आद्गुणः एव कार्यं करोति, सूत्रं तस्य निरावकाशं भवति, सम्पूर्णसूत्रं निरावकाशं भवति, तर्हि तत्र अपवादत्वेन वृद्धिरेचि कार्यं करोति, तर्हि अतः फलित अर्थः अस्ति परसूत्रम् अस्ति खलु, परन्तु तत्र तु तस्य भागस्य सूत्र सम्पूर्णसूत्रमेव निरवकाशः भवति न महोदय, एकं भागः एव पुनः एकं भागः एव खलु, अ योग ए अस्ति चेत् एकं भागम् एव अयोग, अहं वदामि अ प्लस् ए अथवा अ प्लस् ओ किमपि भवेत् तत्र आद्गुणः कार्यं कर्तुं शक्नोति खलु, अकः सवर्णे दीर्घ दीर्घ इति सूत्रे एतादृशं भागम् अस्ति यत् आद्गुणस्य स्थाने न आगच्छति, कार्यक्षेत्रे न आगच्छति, परन्तु वृद्धिरेचि तु सम्पूर्णतया आद्गुणे मध्ये आगच्छति खलु, तर्हि तत्र अपवादत्वेन वृद्धिरेचि, अतः फलितः अर्थः अस्ति चेत् आद्गुणः तस्य कार्यं केवलम् इ उ रु लृ अनन्तरम् अस्ति चेदेव तस्य कार्यं भवति गुणसन्धि। स्वरूप महोदय लिखितवान् महोदय, नो चेत् कुत्रापि श्रुतवती अकर्णसवर्णदीर्घ सवर्णदीर्घ अपि अपवादत्वेन एव भवति। अहं अहं वदामि, परन्तु कोऽपि वर्तुं शक्नोति खलु, तत्र अकः सवर्णदीर्घ इ प्लस् इ मध्ये उ प्लस् उ मध्ये अपि कार्यं कर्तुं शक्नोति, आद्गुणः इ प्लस् इ उ प्लस् ओ मध्ये नास्ति खलु, आम् सत्यम्, इ प्लस् इ उ प्लस् ओ तत्र कार्यं कर्तुं शक्नोति, किन्तु तत्र एकं भाग सम्पूर्ण गच्छति खलु, नो चेत् तद् तद् चिन्तयति चेत् अपवादं, परन्तु तादृशं चिन्तनीयं न करणीयम् अस्ति चेत् तत्रापि पररूपम् अस्ति, पररूपं किं परसूत्रम् अस्ति, नो चेत् अक् किम् किमर्थं लिखितं, तदेव अहमपि अस्मि, तत्र अधुना इक् करणीयं, परन्तु अक् अस्ति, परन्तु तादृशं चिन्तनं न करणीयम् अपि अस्ति, कोऽपि अस्ति चेत् तस्य न तत्र भेदः अस्ति, वृद्धिरेचि तस्य कार्यक्षेत्रं सम्पूर्णतया आद्गुणः मध्ये अस्ति, अकः सवर्णे दीर्घः तस्य कार्यक्षेत्रं सम्पूर्णतया आद्गुणे नागच्छति, अतः अहं वदामि तस्य अपि निवारणम् अस्ति, तत् परसूत्रम् अस्ति। अस्तु अस्तु, किन्तु मम चिन्तनं दोषः नास्ति, दोषः नास्ति, परन्तु बहुत्र अपवादत्वेन यदा कोऽपि वदति तत्र सम्पूर्णसूत्रस्य निरावकाशम् इति चिन्तनेन अपि बहुत्र लिखितम् अस्ति, अतः सम्पूर्णसूत्रस्य निरावकाशम् अस्ति न वा इति यदि तस्य यदि क्रैटीरिया अस्ति चेत् परसूत्रम् अस्ति। धन्यवादः महोदय, तर्हि हा तर्हि विजि महोदय समापयतु विधिलिङ्ग् कार्यम्। पठ पठ योगः पठे अपि च अग्रे सर्वत्र आद्गुणक इत्यनेन पठ योगः इतां पठेतां पठ योगः इयुः पठेयुः पठ योगः इह पठेह पठयोगः इत्थं पठेत्थं वर्णमेलनं नास्ति महोदय, नास्ति अत्र गुणकार्येण अकार इकारयोगः एकार भवति, गुणकार्यं वर्णमेलनं वर्णमेलनं न गुणकार्यम् एव, सन्धि अस्ति अत्र, वर्णमेलनं नास्ति नास्ति, अकार इकारमेलनं सर्वे अकारीकार एव किल भवति पठ योगः इयं पठेयं पटयोग इव पठेव पटयोग इम पठेम तर्हि अतो येयः इति सूत्रेण सर्वत्र इकारः आगच्छति अकार इकार मेलनमेव सर्वत्र अहं वदामि यत् विधिलिङ्ग परस्मैपदी अदन्त अङ्गेषु कृते अङ्गानां कृते सर्वत्र अतो येयः इति सूत्रेण आदौ इकारः आगच्छति सर्वत्र इकारः आगच्छति अतः सर्वत्र गुणकार्यम् आद् गुणः इति सूत्रेण एकारः आगच्छति पठेत् पठेताम् पठेयुः तर्हि अत्र किमपि तर्हि अत्र इदानीम् अस्माभिः परस्मैपदेषु लङ् लङ् लङ् लट् लोट् लङ् विधिलिङ् इति लकारेषु कथं योजनं भवति इति अस्माभिः पठितं बहुत्र केवलं वर्णमेलनम् अथवा अस्माकं गुणसन्धि अथवा सवर्णदीर्घसन्धि भवति नूतनसूत्राणि सन्ति अतो गुणे अतो दीर्घुयै इति तर्हि इदानीं परस्मैपदानां कृते अस्माकं कार्यं समापितम् अग्रिमरविवासरे आत्मनेपदानां कृते वयं कार्यं पठामः तत्र प्रश्नः अस्ति वा कस्यापि धन्यवादः अस्तु तर्हि इदानीं समापयामः धन्यवादः धन्यवादः महोदय धन्यवादः बहु सम्यक् बहु सम्यक् धन्यवादः धन्यवादः धन्यवादः महोदय नमस्कारः नमस्कारः all the pieces are finally falling into place सम्यक् धन्यवादः महोदय महोदय अस्तु शुभदिनं शुभरात्रि महोदय नमस्ते महोदय हां वदतु पुनः वदतु किमर्थं सकारसवर्णदीर्घः आद्गुणः कार्यं करोति तर्हि हा तर्हि अस्तु अहं किं चिन्तयामि यत् अकः सवर्णदीर्घः अस्ति तर्हि अ प्लस् अ अस्ति तत्र अकः सवर्णदीर्घः अपि कार्यं करोति आद्गुणः अपि तस्य प्रसक्तिः अस्ति परन्तु आद्गुणस्य अपेक्षया अकः सवर्णदीर्घः इति सूत्रं परसूत्रम् अस्ति खलु तर्हि पश्यतु आद्गुणस्य इति सूत्रस्य किमपि कार्यक्षेत्रम् अस्ति अकः सवर्णे दीर्घ इति सूत्रस्य किमपि कार्यक्षेत्रम् अस्ति तत्तु तत्र उभयोः अन्य अन्य लब्धावकाशः अस्ति नाम अकः सवर्णे दीर्घः इति तस्य प्रसक्तिः इ प्लस् इ मध्ये आगच्छति तत्र अस्य अन्यत्र अवकाशः अस्ति तथैव आद्गुणः इति सूत्रस्य अपि अन्यस्मिन् स्थाने अवकाशः भवति यथा अ प्लस् ए मध्ये तर्हि उभयोः अन्यत्र अन्यत्र अवकाशः अस्ति अतः अत्र विप्रतिषेधम् अस्ति विप्रतिषेधे परं कार्यम् इति सूत्रेण यस्य कार्यम् अनन्तरम् आगच्छति तस्य कार्यं करणीयं तत्र अकः सवर्णदीर्घः आद्गुणस्य अपेक्षया परसूत्रम् अनन्तरम् आगच्छति अतः अ प्लस् अ मध्ये आद्गुण अकः सवर्णदीर्घः एव कार्यं करोति तर्हि अत्र सुमन् महोदय अस्ति वा तत्र अहं चिन्तयामि विप्रतिषेध परं कार्यम् इति एव अत्र इट्स् बेटर् नो चेत् सर्वत्र एव अस्माभिः अपवादत्वेन किमपि जस्टिफै कर्तुं शक्नुमः परन्तु अत्र अहं चिन्तयामि विप्रतिषेधं परं कार्यम् एव समीचीनम् अस्ति किम् अस्तु सम्यक् अरुणा महोदय अवगच्छति वा अकसवर्णदीर्घः कथं कार्यं करोति तर्हि आद्गुणस्य अकः सवर्णदीर्घः आद्गुणस्य परसूत्रम् अतः परसूत्रत्वात् कार्यं करोति वृद्धिरेचि आद्गुणस्य अपवादसूत्रम् अतः अपवादत्वेन वृद्धिरेचि कार्यं करोति अतः फलित अर्थः अस्ति यत् आद्गुणस्य वस्तुतः कार्यं केवलम् इकि परे अस्ति इकि परे अस्ति धन्यवादः धन्यवादः अवगतम् महोदय बाधितम् अपवादः विप्रतिषेधे विप्रतिषेधं सर्वम् एकमेव किं महोदय बाधितम् इत्युक्ते किमपि कार्यं भवेत् परन्तु तस्य स्थाने तत् कार्यं न कृत्वा अन्य कार्यं भवति इति बाधितम् तत्र अपित् अस्ति खलु तत्तु बाधितम् अस्ति सार्वधातुकम् आर्धधातुकं सूत्रेण गुण भवितुं शक्नोति किन्तु अपित् अस्ति सार्वधातुकम् अपित् नित्य बाधितम् इत्युक्ते बाधितं केवलं सामान्य पदम् अस्ति किमपि कार्यं भवितुं शक्नोति परन्तु तस्य स्थाने तत् कार्यम् अकृत्य अन्य किमपि कार्यं भवति तदेव बाधितं तर्हि अत्र आद्गुणः भवितुं शक्नोति परन्तु तत् बाधितम् अकः सवर्णदीर्घः अथवा वृद्धिरेचि इति अत्र वृद्धिरेचि अपवादत्वेन भवति अकः सवर्णे दीर्घः इति परसूत्रत्वेन भवति So here there is no badhitam. There is badhitam. No? I mean, you can say, Aadgunaha karyam asti, badhitam akaha savarna dirga. Oh, astu. Prasakti asti khalu Aadgunasya. And Vipratisheda is only clash. Vipratisheda, Vipratisham ityukte, ekasmin sthane, dvayoho sutrayoho prasakti bhavati, ubhayoho. उभयोः अन्यत्र अन्यत्र अवकाशः अस्ति तादृशं स्थितिः अस्ति चेत् विप्रतिषेधम् अस्ति एकस्मिन् स्थाने अपवादः इत्युक्ते महोदय तथैव वदतु अपवादः इत्युक्ते अपवादः इत्युक्ते एकसूत्रस्य कार्यक्षेत्रम् अन्यसूत्रस्य कार्यक्षेत्रे सम्पूर्णतया आगच्छति अतः किं भवति यदि सामान्यसूत्रं यदि कार्यं करोति तर्हि अपवादसूत्रं यत् अस्ति तस्य सम्पूर्णतया निरवकाशं भवति अपवादः इत्युक्ते आङ्ग्लभाषायाम् एक्सेप्शन् इति अस्ति खलु हा न संस्कृतभाषायामेव भवान् सम्यक् रीत्या वदति आम् आम् महोदय हा तर्हि पश्यतु अत्र वृद्धिरेचि तस्य कार्यक्षेत्रं सम्यक् पूर्णतया आद्गुणस्य कार्यक्षेत्र अन्तर्भूते अस्ति तर्हि यत्र यत्र वृद्धिरेचि कार्यं करोति तत्र तत्र यदि आद्गुणः कार्यं करोति तत्र वृद्धिरेचि सूत्रं निरवकाशं भवति तस्य तस्य अन्य कुत्रापि तस्य कार्यं न भवितुं शक्नोति अतः तत्र तथा न भवेत् अतः तस्य वृद्धिरेचि आद्गुणस्य इति सूत्रस्य अपवादम् इति वदामः अपवादः अस्ति अतः तस्य कार्यं प्रथमं भवति महोदय कस्यापि सूत्रस्य अन्यसूत्रम् अपवादः अस्ति चेत् तस्य एव कार्यं भवति किन्तु वृद्धि सन्धि अपि गुणसन्धि अनन्तरमेव आगच्छति विप्रतिषेधे परं कार्यम् इति वक्तुं न शक्यते वा न सत्यं परसूत्रं तु अस्ति परन्तु वयं जानीमः खलु परं कार्यं तस्यापि अधिक महत्वम् अस्ति अपवादस्य पूर्वपरयोः नित्य अन्य पूर्वपरयोः नित्य अन्तरङ्ग अपवाद इति अस्ति खलु उत्तरोत्तरबलीयः तर्हि सर्वप्रथमम् अपवाद द्रष्टव्यम् अपवादः अस्ति चेत् अपवादमेव भवति बहुत्र पाणिनिना किं कृतं यत् अपवाद अस्ति तद् परसूत्रम् अपि अस्ति अतः चिन्ता नास्ति परन्तु कुत्र तु अपवादं पूर्वसूत्रम् अपि अस्ति अतः परसूत्रम् अस्ति न वा इति न द्रष्टव्यम् अपवादः अस्ति चेत् अपवादः एव बलाबलम् इति कार्यम् Parasutram is the least powerful important. In the least important. अस्तु तर्हि अतः अहं वदामि बहुत्र जनाः किं कुर्वन्ति परसूत्रम् इति अस्ति परन्तु वृद्धिरेचि यद्यपि तत् परसूत्रम् अस्ति परन्तु तस्य कार्यं भवति अपवादत्वे अस्तु तर्हि विरमामः धन्यवादः महोदय हरिः ओम् धन्यवादः हैप्पी मदर्स् डे टु एवरीबडी हैप्पी मदर्स् सेम टु यू हैप्पी मदर्स् डे